नमस्सर्वेभ्यः, अस्मिन् न्यायवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति सोपाधिकः हेत्वाभासः। तस्यैव चिन्तनं प्रचलति। अस्माभिः तत्र प्रसिद्धम् उदाहरणं दृष्टं, तत् किम् इति चेत् तत्र पर्वतो धूमवान् बह्निः इति अनुमानस्थलं, तत्र हेतुरूपेण प्रयुक्तः बह्निः सोपाधिको हेतुः इति उच्यते। सोपाधिको हेतुः यथा पूर्वम् अस्माभिः चिन्तितम्, अत्रापि कश्चन दोषः भवति। सः दोषः बह्निपर्यन्तम् आनीयते। पुनः कः सः दोषः इति चेत्, यथा पूर्वं तत्र सव्यभिचारस्थले अस्माभिः चिन्तितं साधारणहेत्वाभासः, सः एव दोषः अत्रापि भवति। सः एव दोषः अत्र सोपाधिकहेतुपर्यन्तम् आनीयते, बह्निपर्यन्तम् आनीयते। परन्तु अत्र कश्चन भिन्नः भागः वर्तते। कः भेदः इति चेत्, साक्षात् तत्र साधारणज्ञानं नाम साधारणदोषदुष्टम् अथवा साधारणदोषः अत्र वर्तते इति साक्षात् ज्ञानं न जायते। पूर्वं तत्र कश्चन उपाधिः वर्तते इति ज्ञानं जायते। कश्चन उपाधिः वर्तते इति ज्ञानं जायते। उपाधिः वर्तते इति ज्ञाने जाते तत्र साधारणहेत्वाभासः वर्तते इति ज्ञानं जायते। तदनन्तरं यथा पूर्वं वयं कृतवन्तः, साधारणहेत्वाभासस्य यः यत् स्वरूपं, तत् स्वरूपमादाय तस्य दोषचिन्तनं, तदनन्तरं तस्य दोषस्य हेतुपर्यन्तम् आनयनम्, एतत् सर्वं तुल्यं। यथा साधारणहेत्वाभासस्थले आसीत् तथैव अत्रापि भवति। विशेषः कः इति चेत्, साक्षात् साधारणहेत्वाभासः नाम साधारणव्यभिचारदोषः साक्षात् तद्ज्ञानपूर्वं, तद्ज्ञानात् प्राक् तत्र उपाधिः अस्ति इति कृत्वा उपाधिज्ञानेन साधारणव्यभिचारः अस्ति इति ज्ञायते, कल्प्यते, अनुमीयते इति अर्थः। अस्तु, तर्हि कः उपाधिः इति अस्माभिः सर्वं तत्र लक्षणादिकं दृष्टं। साध्यव्यापकत्वे सति साधनाव्यापकत्वम् इति लक्षणं तस्य। तस्य आर्द्रेन्दनसंयोगे अत्र पर्वतो धूमवान् बह्निः इत्यत्र आर्द्रेन्दनसंयोगे तस्य समन्वयो भवति इति कृत्वा आर्द्रेन्दनसंयोगः उपाधिः। उपाधिः इति ज्ञाने जाते, तदनन्तरं तत्र बह्निः व्यभिचारिहेतुः इति ज्ञानं जायते इति तावदेव विशेषः। इति एतत् सर्वम् आदाय अत्र उपस्थापनं वर्तते निरञ्जनमहोदयस्य 275-276 मध्ये विषयाः तत्र निरूपिताः, तान् आदाय एव उपस्थापनं वर्तते। अस्तु महोदय, कृपया। धन्यवादः महोदय। सर्वेभ्यो नमः। अस्माकं प्रवर्तमानविषयः अस्ति तत्र व्याप्यत्वासिद्धहेत्वाभासस्य प्रमुख अंशः उपाधिः इति। उपाधिः नाम किम्? साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम्। पर्वतः धूमवान् बह्निः इति उदाहरणं परिशीलयामः। तत्र पर्वतः पक्षः, धूमः साध्यं, बह्निः हेतुः। अत्र उपाधिः आर्द्रेन्दनसंयोगः। जलवह्निसंयुक्त इन्धनं नाम जलं, काष्ठादि इन्धनं, वह्निः, तेषां संयोगः आर्द्रेन्द्रनसंयोगः। आर्द्रेन्द्रनसंयोगः कथम् उपाधिः भवति अस्मिन् उदाहरणे इति विषयः। स्वस्मिन् विद्यमाना साध्यव्याप्तिः अनेन बोध्यते इति सः उपाधिः। तत्र आर्द्रेन्द्रनसंयोगस्य उपाधिरूपधर्मः कः? कथम् अयम् उपाधिः तं धर्मम् अन्यत्र बोधयति? कुत्र च धर्मं बोधयति इति प्रश्नाः भवेयुः। आर्द्रेन्द्रनसंयोगस्य उपाधिरूपधर्मः धूमनिरूपिता व्याप्तिः अस्ति। नाम यत्र जलवह्निसंयुक्तम् इन्धनम् अस्ति तत्र तु धूमः अवश्यं भवति। आर्द्रेन्द्रनसंयोगे धूमव्यापकत्वम् आगतम्। या धूमव्याप्तिः आर्द्रेन्द्रनसंयोगे अस्ति सा निकटस्थे वह्नौ अपि अस्ति इति कश्चन भ्रमः जनयति, नाम धूमव्याप्तिः वह्नौ अस्ति इति भ्रमः। अतः आर्द्रेन्दनसंयोगस्य स्वधर्मस्य धूमव्याप्तेः भ्रमजनकत्वम् एव उपाधित्वम्। धूमव्याप्तिः का अथवा साध्यव्याप्तिः का? धूमहे एव अत्र साध्यम्, अतः साध्यव्याप्तिः का? साध्यसमानाधिकरण अत्यन्ताभाव अप्रतियोगित्वं साध्यव्यापकत्वम्। तत्र साध्यं धूमः, धूमस्य अधिकरणानि यानि सन्ति पर्वतः इत्यादयः, तेषु घटपटादीनाम् अत्यन्त अभावाः भवेयुः। घटाभावः पर्वते अस्ति चेत् घटे तस्य अभावस्य प्रतियोगित्वम् अस्ति, किन्तु धूमादिकरणेषु ये अभावाः सन्ति तेषां प्रतियोगित्वं कदापि आर्द्रेन्दनसंयोगे न भवति, नाम धूमादिकरणेषु विद्यमानानाम् अभावानाम् अप्रतियोगी अस्ति आर्द्रेन्दनसंयोगः। इदानीं तत्र साध्यसमानाधिकरणात्यन्ताभाव अप्रतियोगित्वम् आगतम् आर्द्रेन्दनसंयोगे। उपादेः लक्षणस्य प्रथमदलस्य समन्वयः आगतः। इदानीम् आर्द्रेन्द्रसंयोगः उपाधिः भवति न वा इति प्रश्ने सति तत्र प्रथमदलस्य सार्थकत्वं कृतम्। इदानीं साधनवन्निष्ठत्यन्ताभावप्रतियोगित्वं साधन अव्यापकत्वं, तत्र उदाहरणे वह्निः साधनम् अस्ति, वह्नेः अव्यापकत्वम् आर्द्रेन्दनसंयोगे अस्ति वा इति प्रश्नः। पर्वतादयः तु वह्नेः अधिकरणानि सन्ति, अपि तप्तायः पिण्डः, अयः नाम लोहः, वह्निसंयुक्तः लोहपिण्डे वह्निः अस्ति परन्तु जलं नास्ति, जलाभावेन आर्द्रत्वस्य अभावः, तेन पुनः आर्द्रेन्दनसंयोगपिण्डे नास्ति, आर्द्रेन्दनसंयोगस्य अभावः तप्तलोहपिण्डे आगतः, तस्य अभावस्य प्रतियोगित्वं तु आर्द्रेन्दनसंयोगे अस्ति, अतः आर्द्रेन्दनसंयोगे वह्निं प्रति अव्यापकत्वम् आगतम्। तप्त अयोगोलके वह्निः अस्ति किन्तु आर्द्रेन्दनसंयोगः नास्ति। उपादेः लक्षणस्य द्वितीयदलस्य समन्वयः अपि आगतः। स्पष्टीकरणार्थं वह्नेः दश अधिकरणानि सन्ति इति स्वीकुर्मः। पञ्चसु धूमः अस्ति, अतः तेषु पञ्चसु अधिकरणेषु आर्द्रेन्दनसंयोगः अस्ति। अन्यानि अधिकरणानि तप्तलोहपिण्डादयः इति चिन्तयामः, तेषु जलं नास्ति, आर्द्रेन्दनसंयोगः अपि नास्ति, धूमः अपि नास्ति, यतोहि वस्तुतः आर्द्रेन्दनसंयोगः धूमः तयोः समानवृत्तित्वम् अथवा तुल्यवृत्तित्वम् अस्ति। सारांशः कः? आर्द्रेन्दनसंयोगः उपाधिः, पर्वतः धूमवान् वह्नेः इति उदाहरणे, अस्मिन् उपादे धूमव्यापकत्वम् अपि वह्निं प्रति अव्यापकत्वं, पुनः उपाधे धूमसाध्यव्यापकत्वं वह्निसाधन अव्यापकत्वम् अस्ति, अतः तत्र साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् इति पूर्वम् उक्तम्। अतः एषः धर्मः आर्द्रेन्दनसंयोगे अस्ति, अतः आर्द्रेन्दनसंयोगः अस्मिन् उदाहरणे उपाधिः भवति इति। धन्यवादः महोदय, नमस्कारः, तावदेव। समीचीनं महोदय, समीचीनमस्ति, धन्यवादः, सर्वं स्पष्टमेव अस्ति। अस्तु महोदय, तत्र मम मनसि अन्तिमवाक्यं प्रति प्रश्नः आसीत् महोदय, तत्र व्यभिचारी इति तत्र अन्तिमवाक्यं तस्मिन् पुटे, तत्र आर्द्रेन्द्रसंयोगः यदि नास्ति तदा व्यापकस्य तस्य अभावेन धूमपि वह्नि अधिकरणे क्वचित् नास्ति इति गम्यते इति, तत्र यदि आर्द्रेन्द्रसंयोगः नास्ति चेत् तत्र व्यापकम् इति, केवलं व्यापकम् इति स्वीकुर्मश्चेत् तत्र धूमः नास्ति इति न वक्तुं शक्नुमः खलु महोदय? तत्र तुल्यवृत्तित्वम् आवश्यकम् इति मम मनसि आसीत्। नाम अत्र तत् पश्यामः, तुल्यवृत्तिवेद्यं तत् कश्चन भिन्नविषयः, परन्तु सामान्यरूपेण किं वक्तुम् इच्छति इति चेत्, इत्थं च धूमस्य सर्वेषु पञ्च अधिकरणेषु स्थितः आर्द्रेन्दनसंयोगः, नाम प्रथमं किम् उक्तम्, आर्द्रेन्दनसंयोगः। तर्हि कीदृशः आर्द्रेन्दनसंयोगः इति प्रश्ने सति, धूमस्य सर्वेषु अधिकरणेषु विद्यमानः आर्द्रेन्दनसंयोगः, तादृश आर्द्रेन्दनसंयोगस्य विशेषम् इदानीं नाम व्यापकः अस्ति आर्द्रेन्दनसंयोगः इति कथनार्थं धूमस्य सर्वेषु पञ्चसु अधिकरणेषु स्थितः आर्द्रेन्द्रसंयोगः इति उक्तम्। अस्तु अस्तु महोदय, नाम पञ्च अधिकरणानि सन्ति चेत् सर्वेषु अपि अधिकरणेषु आर्द्रेन्द्रसंयोगः विद्यते इति कृत्वा सः व्यापकः, धूमव्यापकः, खलु? तर्हि तादृशव्यापकः, व्यापकस्य अभावः अस्ति चेत् व्याप्यस्य अभावो भवति वा न वा? हा, किन्तु तत्र आर्द्रेन्द्रसंयोगः एव, तत्र पूर्वं तु धूमः एव व्यापकः इति स्वीकृतं खलु? न, तत्र सः तत्र किम् उक्तम् इति चेत्, वस्तुतः द्वयोः समव्याप्तिः। हा, समव्याप्तिः, अस्तु अस्तु महोदय, अतः एव तत् तस्य आवश्यकता अस्ति खलु महोदय, तत्र समव्याप्यकता अस्ति इति। हा हा, वस्तुतः समव्यापकता अस्ति नास्ति इति न चिन्तयामि, तद् किमर्थं सन्देहः इति चेत्, प्राचीनैः उक्तरीत्या पूर्वं निरूपणं कृतम् इति कृत्वा तत्र व्यापकः धूमः इति उक्तमासीत्। अस्तु अस्तु महोदय, अस्तु, परन्तु वस्तुतः व्यापकः आर्द्रेन्दनसंयोगोऽपि अस्ति। तर्हि धूमस्य व्यापकत्वं त्यजामः, अत्र आर्द्रेन्दनसंयोगस्य व्यापकत्वं स्वीकुर्मः। अस्तु अस्तु अस्तु, इदानीम् अवगतं महोदय, धन्यवादः महोदय, अस्तु, चिन्ता नास्ति महोदय। सोमवासरस्य वर्गे प्रश्नः आगतः, अत्र उपादेः स्वधर्मः धूमव्याप्तिः अस्ति खलु, धूमव्याप्तिः इति लिखितमस्ति, किन्तु उपाधि तु व्यापकः अस्ति, न तु व्याप्यः, तर्हि व्याप्तिः तदेव अत्र साङ्कर्यं न करणीयम्, अत्र मिक्सप् न करणीयम्, उपाधेः स्वधर्मस्य तत्र हेतोः उपरि आरोपः, तत्र प्राचीनानां चिन्तनम्, प्राचीनानां चिन्तनम् आदाय, प्राचीनानां चिन्तनं यदि स्वीकुर्मः चेत् किं लभ्यते, तेन को लाभः इति प्रश्नः उदेति, तर्हि प्राचीनानां चिन्तनम् अत्र किमर्थम् उपन्यस्तम् इति प्रश्नः उदेति खलु। किमर्थम् उपन्यस्तम् इति चेत्, उपाधि इति यत् पदमस्ति तस्य पदस्य व्युत्पत्तिलभ्यः अर्थः कः, व्युत्पत्तिलभ्यः अर्थः यः अस्ति उपाधेः, तदनुसारमपि किम् अत्र विषयः सङ्गच्छते वा इति प्रश्ने सति, प्राचीनानां मतम् अवलम्ब्य तत् समन्वयादिकं कृतम्, यतोहि तत्र किं भवति, धूमव्याप्तिः, अरे धूमव्याप्तिः किं कर, धूमव्याप्तिः कुत्र अस्ति, उपाधौ अस्ति धूमव्याप्तिः, तादृशीं व्याप्तिं किं करोति, बह्नेः उपरि आरोपयति उपाधिः, आरोपयति उपाधिः इति कृत्वा, इदानीं प्रश्नः अस्ति व्यापकः अस्ति वा इति प्रश्नः खलु, किमर्थं धूमस्य व्याप्यः इति वदति इति प्रश्नः खलु, धूमः व्यापकः इति प्रथमदलं समव्याप्तिः अस्ति चेत् द्वयोः मध्ये यः कोऽपि व्याप्य व्यापको भवितुम् अर्हति, समव्याप्तेन समन्वयः। पुनः महोदय, प्राचीनानां मतं किम् इति एकवारं किं तत् मतं, प्राचीनानां मतं, प्राचीनानां मतं किम् इति इत्युक्ते अत्र किमर्थं कोऽपि पर्वतो धूमदान् बह्नेः इति एतादृशम् अनुमानव्यवहारं प्रति किमर्थं प्रवर्तते, किमर्थम् एतादृशम् अनुमानवाक्यं प्रयुङ्क्ते इति चेत् तस्य मनसि कश्चन व्याप्तिभ्रमः जायते. नाम धूमनिरूपिता व्याप्तिः बह्नौ वर्तते इति तस्य मनसि भ्रमः जातः. व्याप्ति नास्ति चेत् कथं वा सः अनुमानवाक्यस्य प्रयोगं कुर्यात्, खलु? मनसि व्याप्तिभ्रमः जातः तस्य. इदानीं प्राचीनाः किं वदन्ति इति चेत्, भोः भ्रमः किमर्थं जातः, ज्ञायते वा इति प्राचीनाः पृच्छन्ति. एवं जायते इति तेषां समाधानं. कथं? वस्तुतः धूमनिरूपिता व्याप्तिः वर्तते आर्द्रेन्दनसंयोगे. वस्तुतः सः आर्द्रेन्दनसंयोगः किं करोति? स्वस्मिन् विद्यमानां व्याप्तिं बह्नेः उपरि आरोपयति इति कृत्वा तस्य नाम उपाधिः. किमर्थम् इति चेत् उपाधिपदस्य व्युत्पत्तिलभ्यः अर्थः कः स्मर्यते वा? उपाधीयते अनेन, उपाधीयते स्वधर्मः अनेन इति उपाधिः. तर्हि अत्र आर्द्रेन्दनसंयोगेन स्वस्मिन् विद्यमानः धूमनिरूपितव्याप्त्यात्मकः यः धर्मः, सः धर्मः बह्नेः उपरि उपाधीयते, आरोप्यते इति कृत्वा तस्य नाम उपाधिः. तर्हि इदानीमपि तस्य समाधानम् आगतं वा न वा? कोऽपि इदानीम् अत्र समव्याप्तिः अस्ति चेत् धूमः व्याप्तको अपि अस्ति, व्याप्ति खलु. वस्तु तथा एवं चिन्तनं वस्तुतः करणीयम्. आर्द्रेन्दनसंयोगः अस्ति चेत् धूमः भवति एव, धूमः अस्ति चेत् आर्द्रेन्दनसंयोगः भवति एव. भवति वा न वा, भवति वा न वा इति प्रश्नः. मनसि सन्देहः अस्ति वा? अत्र आर्द्रेन्दनसंयोग नाम आर्द्रेन्दनबह्निसंयोग इति अर्थः. अन्यथा केवलम् आर्द्रेन्दनमेव स्वीकुर्मः चेत् तत्र आर्द्रेन्दनस्य उत्पीठिकया सह संयोगः भवेत् खलु? तथा न चिन्तनं करणीयम्. अत्र विवक्षितार्थः कः इति चेत् आर्द्रेन्दनसंयोगः न आर्द्रेन्दनबह्निसंयोगः इति अर्थः. तदेव उक्तमासीत् पूर्वं, खलु? तत्र सम्बन्धः कः? सम्बन्धिभिन्नः, द्विनिष्ठः, एकस्य सम्बन्धिनः अत्र साक्षात् उल्लेखः कृतः. इन्धनं कः अपरसम्बन्धी इति विवक्षितः अत्र बह्निः इति सर्वम् उक्तमासीत् पूर्वं, खलु? क्षम्यतां महोदय, तदर्थमेव द्वितीयपरिच्छेदस्य अन्तिमवाक्यम् अतः आर्द्रेन्धनसंयोगे धूमव्यापकत्वं वह्निं प्रति व्यापकत्वम् आगतं, तदेव इदानीं चर्चमाणः अस्ति खलु? तत्र व्यापकत्वम् आगतम् इति दर्शितं खलु? तत्र मुद्रणदोषः अस्ति भगिनि. परन्तु भवान् इदानीमेव उक्तवान् आर्द्रेन्दनसंयोगे वह्नि अपि अस्ति इति. आर्द्रेन्दनसंयोगं विना धूमः न जायते इति अर्थः तत्र. परन्तु मम कथनस्य आशयः एषः नास्ति यत् यत्र यत्र आर्द्रेन्दनसंयोगः वर्तते वस्तुतः तत्र तत्र वस्तुतः बह्निः अस्ति इति नास्ति. परन्तु अत्रत्यः आर्द्रेन्दनसंयोगः यः उच्यते बह्निना सह आर्द्रेन्दनसंयोगः विवक्षितार्थः अस्ति, अत्रैव उक्तमस्ति. इत्युक्ते अन्तिमवाक्यं तत्र दोषयुक्तं? आमाम्. अन्यथा किं भवति भगिनि, अस्य उपाधेः समन्वय एव न जायते. उत्तमम्, अवगतं महोदय. तत्र एव मम भ्रमः आसीत् अन्तिमवाक्ये, परन्तु इदानीं यद् भवान् उक्तवान् आर्द्रेन्दनसंयोगः इत्युक्ते वह्निसहितः इति अर्थः इति उक्तवान्, तदर्थम् अहं तत्र समन्वयं कर्तुम् इच्छामि. सत्यं सत्यं, तत्र अत्र प्राचीनानां मतं, प्राचीनानां चिन्तनं यदा क्रियते, प्राचीनानां चिन्तनं यदा क्रियते तदा आर्द्रेन्दनसंयोग नाम बह्निना सह संयोगः इति एवं चिन्तनं करणीयं, तदा एव एतस्य सर्वमपि समन्वयो भवति. यदा प्राचीन अत्र पश्यतु 275 मध्ये अस्ति खलु, तृतीयं परिच्छेदं पश्यन्तु. आर्द्रं जलसंयुक्तं बह्निसंयुक्तं च इन्धनं, यत्र अत्र एव उक्तमस्ति कोऽयम् आर्द्रेन्धनसंयोगः इति दृश्यते खलु. अत्र तृतीयपरिच्छेदे वा एवम् एवम् अस्ति खलु, कोऽयम् आर् अत्र अन्तिमवाक्यद्वयं पश्यन्तु. आमामां, कोऽयम् आर्द्रेन्धनसंयोगः इति चेत् आर्द्रं जलसंयुक्तं बह्निसंयुक्तं च इन्धनम् इति विवरणं कृतं खलु. तर्हि प्राचीनानां कश्चन वस्तुतः एतादृशं विवरणं न करणीयमेव वस्तुतः, यतोहि अत्र उच्यते किमुच्यते भवतु नाम एतत् यद् मया उक्तं तत् इदानीं त्यजतु. वस्तुतः आर्द्रेन्धनसंयोगं नाम आर्द्रेन्धनबह्निसंयोगः इति अर्थः. यत्र यत्र बह्निः वर्तते तत्र तत्र सर्वदैव तादृशसंयोगः भवेत् इति नास्ति, परन्तु यत्र यत्र तादृशसंयोगः वर्तते तत्र तत्र बह्निः अस्ति एव इति प्राचीनाः प्राचीनानां मतम्. अन्यथा किं भवति, यदि समव्याप्तिः आर्द्रेन्धनसंयोगस्य बह्निः समव्याप्तिः उच्यते चेत् तत्र अव्यापकत्वं नैव लभ्यते. तदेव आम्, अव्यापकत्वं नैव लभ्यते. अतः वस्तुतः धूम आर्द्रेन्धनसंयोगयोः एव समव्याप्तिः, यतोहि आर्द्रेन्धनसंयोग नाम बह्निना सह संयोगः, बह्निना सह संयोगः, परन्तु सर्वत्रैव बह्निना सह संयोगः भवेत् एव इति नास्ति. इति अव इदानीमपि कश्चन सन्देहः इति अस्ति इति मन्ये. नाम अत्र संयोगः नाम बह्निना सह संयोगः इति अर्थः. यत्र यत्र एवं चिन्तनं करणीयं, यत्र यत्र बह्निना सह संयोगः तत्र तत्र धूमः, यत्र यत्र धूमः तत्र तत्र बह्निना सह संयोगः, परन्तु यत्र यत्र बह्निः भवति तत्र तत्र बह्निना सह संयोगः भवति वा? यत्र संयोगः अस्ति तत्र धूमः वर्तते, परन्तु सर्वत्रैव संयोगो भवेत् इति अस्ति वा? नाम इदानीं पश्यामः, तत्र धूमः वर्तते गोष्ठे धूमः वर्तते बह्नि अपि वर्तते, आर्द्रेन्धनसंयोगोपि वर्तते गोष्ठे खलु. इदानीं तप्त अयः पिण्डं पश्यामः, तत्र किम् अस्ति? बह्निः अस्ति परन्तु संयोगः अस्ति वा? नास्ति. अतः एव बह्निः किं भवति? समव्याप्तिः नास्ति संयोगस्य बह्नेः च समव्याप्तिः नास्ति इति एवं. वस्तुतः अहं चिन्तयामि एतत् प्राचीनमतस्य उपन्यासः अत्र, यतोहि प्रथमवारमेव उपाधेः चिन्तनं जायमानम् अस्ति इति कृत्वा एतादृशं विवरणं प्रथममेव न उपन्यसनीयम् इति मम भाति. साङ्कर्यं किञ्चित् पुनः एकवारं परन्तु अत्र विषयः स्पष्टजातो वा न वा न अन्यथा पुनः एकवारं वदामि. स्पष्टं महोदय मम कृते. अस्तु सभ्यसाची महोदय कोऽपि सन्देहः न महोदय सम्यक् अस्ति. नास्ति सर्वं सम्यक् अस्तु. रत्ना भगिनी अवगतं महोदय इत्युक्ते अत्र संयोगद्वयम् इति भाति प्रथमम् आर्द्रम् अपि च इन्धनसंयोगः अस्ति अनन्तरं यदि आर्द्रेन्धनसंयोगः इति वदामः तत्र वह्निना सह संयोगः तत्र भ्रमः भवति चेत् तदा सन्देहः भवति प्रायः तदेव अत्र संयोगः नाम संयोगः नाम विशिष्टसंयोगः वह्नि आर्द्रेन्धनसंयोगः सह तत्र आर्द्र इन्धनस्य आर्द्र इन्धनस्य वह्निना सह संयोगः इति अर्थः. आम् आम् आर्द्रम् इन्धनं वर्तते तस्य आर्द्रेन्धनस्य वह्निना सह संयोगः एकः एव संयोगः संयोगद्वयम् अत्र नास्ति. संयोगद्वयं नास्ति यदि पुनः जलस्य काष्ठेन सह संयोगः इति भवती चिन्तयति चेत् तत् त्यजतु तत् तदपि अस्ति परन्तु चिन्तनं सरलरीत्या करणीयं नाम आर्द्रेन्धनं वर्तते तत्र एकम् अपि च वह्निः वर्तते द्वयोः संयोगः खलु परन्तु सर्वत्रैव आर्द्रेन्धनस्य वह्निना सह संयोगः नास्ति यथा तप्त अयोगो लघि परन्तु यत्र यत्र धूमः तत्र तत्र तु आर्द्रेन्धनस्य वह्निना सह संयोगः भवति. अस्तु एतत् स्पष्टं भवेत् स्पष्टं अन्यथा पुनः वदामि आजीवनं स्पष्टं न भवति एतत् एवमस्ति. अस्तु तर्हि तत्र चित्रद्वयं प्रदर्शितमत्र 191 मध्ये खलु चित्रद्वयं तर्हि अत्र चित्रद्वयम् अस्ति अपि च तत्र दलद्वयं दलद्वयम् आसीत् खलु उपाधेः लक्षणे दलद्वयम् आसीत् किं तत् दलद्वयं कोऽपि स्मरति वा साध्यव्यापकत्वे सति साधन अव्यापकत्वम् अव्यापकत्वं समीचीनमस्ति अपि च तदेव भिन्नैः शब्दैः यथा वा नैयायिकानां तत्र किं वदामि यथा वा नैयायिकानां मनसि आनन्दः जायते तादृशरीत्या उक्तं साध्यसमानाधिकरण अत्यन्त अभावप्रतियोगित्वे सति साध्यवन्निष्ठ अत्यन्त अभावप्रतियोगित्वम् उपाधित्वम् इति दलद्वयं पुनः खलु तदेव साध्यव्यापकत्वे इत्यस्य स्थाने साध्यसमानाधिकरण अत्यन्त अभावप्रतियोगित्वे इति स्थापनीयं साधनाव्यापकत्वम् इत्यत्र साध्यवन्निष्ठ अत्यन्त अभाव अप्रतियोगित्वम् इति स्थापनीयं तदेव खलु. अस्तु तर्हि साध्यसमानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् इति यत् प्रथमं दलं वर्तते तस्य निरूपणं प्रथमचित्रद्वारा अत्र कृतम् किमुक्तं साध्यसमानाधिकरण अत्यन्त अभाव अप्रतियोगितं तर्हि अत्र चित्रे किमस्ति साध्यं धूमः धूमः तर्हि धूमस्य अधिकरणं तन्निरूपित यत् वृत्तित्वं तादृशवृत्तित्वस्य अभावः इति उक्तं तादृशवृत्तित्वस्य अभावः तर्हि एतावत्पर्यन्तं साध्याधिकरणनिरूपितवृत्तित्व अभावः खलु साध्याधिकरणनिरूपितवृत्तित्व अभावः तदेव किञ्चित् भिन्नरीत्या उक्तं चेत् किं भवति साध्यसमानाधिकरण अभावः तदेव अस्ति तर्हि वामभागे तत् यत् अंशद्वयं वर्तते तत्र तस्य अर्थः आहत्य किं भवति साध्यसमानाधिकरण अभावः इति अर्थः साध्याधिकरणनिरूपितवृत्तित्व अभावः नाम साध्यसमानाधिकरण अभावः इति अर्थः तर्हि तत्र तदेव उक्तमासीत् खलु, साध्यसमानाधिकरण अत्यन्त अभावः उक्तमासीत्, तदेव चित्रे प्रदर्शितं साध्यसमानाधिकरण अत्यन्त अभावः नाम साध्याधिकरणनिरूपितवृत्तित्व अभावः इति, नाम साध्याधिकरणवृत्ति अभावः, क्षम्यतां साध्याधिकरणवृत्ति अभावः। तर्हि साध्याधिकरणनिरूपितवृत्ति अभावः नाम अभावः कः इत्युक्ते विशिष्ट अभावः, वृत्तित्वविशिष्ट अभावः, अधिकरणवृत्तित्वविशिष्ट अभावः इति अर्थः। साध्य अधिकरणवृत्तित्वविशिष्ट अभावः नाम साध्यसमानाधिकरण अभावः। तादृश अभावस्य प्रतियोगित्वं कुत्र? यदि व्यापकत्वं चेत्, यदि आर्द्रेन्धनसंयोगः व्यापकः चेत् तादृशसाध्यसमानाधिकरण अभावस्य अप्रतियोगी भवति, अप्रतियोगी भवति। अप्रतियोगी भवति नाम किं? प्रतियोगितायाः अभावः भवति तत् इति अर्थः। प्रतियोगी कः? घटः। तर्हि प्रतियोगिता घटे परन्तु प्रतियोगितायाः अभावः आर्द्रेन्धनस्य। तर्हि साध्यसमानाधिकरण अत्यन्त अभावः, अभावः अप्रतियोगित्वम् आर्द्रेन्धनसंयोगे, अप्रतियोगित्वं नाम प्रतियोगितायाः अभावः, तदेव अत्र प्रदर्शितं, तदेव अत्र प्रदर्शितं प्रथमचित्रे। द्वितीयचित्रे तदेव द्वितीयदलस्य निरूपणं। द्वितीयदलं किं? साध्यवन्निष्ठ नाम प्रथमचित्र द्वितीयचित्रयोः कः भेदः इति चेत्, प्रथमचित्रे प्रतियोगितायाः अभावः आर्द्रेन्धनसंयोगे वर्तते, द्वितीयचित्रे प्रतियोगिता एव आर्द्रेन्धनसंयोगे वर्तते, तदेव भेदः। तदेव भेदः। तर्हि इदानीं परन्तु अत्र साध्यस्य स्थाने बह्नि अस्ति, बह्नि अस्ति। तर्हि बह्नि अधिकरण नाम बह्नि अधिकरण अभावः नाम बह्नि अत्र साधनं खलु, तर्हि साधनसमानाधिकरण अभावः, साधनसमानाधिकरण अभावः तादृश अभावस्य प्रतियोगी एव आर्द्रेन्धनसंयोगः, तादृश अभावस्य प्रतियोगी एव आर्द्रेन्धनसंयोगस्य इति कथनस्य कः अर्थः इति चेत्, तादृश अभावस्य प्रतियोगिता आर्द्रेन्धनसंयोगे वर्तते इति। बहुवारम् अस्माभिः उक्तं, परन्तु वारं वारम् एतादृशानां तत्र पारिभाषिकपदानां वा एतत् अभ्यासः भवेत् इति कृत्वा पुनः पुनः उच्यते, तावदेव। अस्तु, तर्हि अग्रे सरामः। तर्हि रत्ना भगिनी अग्रे पठति वा एताभ्यां चित्राभ्यां? आं महोदय। एताभ्यां चित्राभ्याम् आर्द्रेन्धनसंयोग रूपोपाधेः साध्यव्यापकत्वे सति साधन अव्यापकत्वं सिद्धम् इति, इत्युक्ते बहुवारम् उक्तवन्तः उपाधौ किम् अस्ति इत्युक्ते साध्य व्यापकत्वम् अपि च साधन अव्यापकत्वं, चित्रं द्वयम् उपयुज्य एतद् दर्शितम् इति। अनन्तरं सम्प्रति घटत्वाद् दृष्टान्तेन वह्नेः धूमाभाववत् वृत्तित्वम् अवगच्छामः। अस्तु, घटत्वादिदृष्टान्तेन वह्नेः धूमाभाववत् वृत्तित्वम्। अस्तु, इत्युक्ते चित्रमस्ति तत्र घटत्वं, घटत्वं कुत्र अस्ति इत्युक्ते शतम् अधिकरणानि। एवम् एवं कुर्मः, अग्रेपि पठतु, अग्रेपि पठतु। अस्तु, घटत्वादिदृष्टान्तेन वह्नौ धूमव्यभिचारसमर्थनम्। अत्रापि प्रसिद्धस्थले इत्थम् एव वर्णनं सम्भवति। घटत्वस्य शतम् अधिकरणानि इति मन्यामहे, पृथिवीत्वस्य च अधिकरणानां तत् शतम्, अन्यानि च नवशतानि इति आहत्य अधिकरणानां सहस्रं भवति। अस्तु, अतः पृथ्वीत्वं घटत्वस्य व्यापकम् इति आगतम्, पृथ्वीत्वं घटस्य व्यापकम् इति आगतं, द्रव्यत्व जाते जाते जाते हेतु अधिकरणानां पूर्व अस्तु द्रव्यत्वजातेस्तु अधिकरणानां पूर्वोक्तं सहस्रम् अन्यानि च नवसहस्राणि इति मिलित्वा अधिकरणानां अयुतं भवति इति स्थितिः. अस्तु अत्रापि अस्तु इत्थमेव वर्णनं सम्भवति. घटत्वस्य शतम् अधिकरणानि इति मन्यामः. अस्तु इत्युक्ते शतं घटाः सन्ति इति, घटत्वं शतं तत्र, अनन्तरं पृथ्वीत्वस्य च अधिकरणानां तत् शतम् इत्युक्ते घटत्वं यत्र भवति घटे भवति तत्र पृथ्वीत्वमपि भवति इति वयं जानीमः. अतः पृथ्वीत्वस्यापि शतम् अधिकरणानि इति अभवत्. अनन्तरं अन्यानि च नवशतानि इति आहत्य अधिकरणानां सहस्रं भवति. अस्तु घटत्वम् अपि च पृथ्वीत्वं शतम्, अनन्तरं अन्यानि अधिकरणानि भवन्ति तत्र नवशतानि इति अन्य अधिकरणानि तत्र आहत्य मिलित्वा सहस्रम् अभवत् इति. अस्तु अतः पृथ्वीत्वं घटत्वस्य व्यापकम् इति आगतम्. महोदय अत्र अन्यानि नवशतानि इति आहत्य अन्य अधिकरणानि इत्युक्ते पृथ्वीत्वं तत्र नास्ति इति खलु? न न पृथ्वीत्वस्य एव तत्र पश्यन्तु पश्यन्तु चित्रे अस्ति खलु नवशतानि. अस्तु अस्तु अस्तु महोदय अस्तु अस्तु पृथ्वीत्वस्य इदानीं सहस्रम् अधिकरणानि सन्ति अतः पृथ्वीत्वं घटत्वस्य व्यापकम् इति आगतम्. अस्तु किमर्थम् इत्युक्ते पृथ्वीत्वं अधिकस्थानेषु भवति घटत्वं न्यूनस्थानेषु अस्ति इति कृत्वा पृथ्वीत्वस्य पृथ्वीत्वं व्यापकं भवति घटत्वस्य. अनन्तरं द्रव्यत्वजातेस्तु अधिकरणानां पूर्वोक्तं सहस्रम्. अस्तु पृथ्वीत्वं यत्र भवति तत्र द्रव्यत्वम् अस्ति इति वयं जानीमः. अतः तत्र सहस्रम् अधिकरणानि द्रव्यत्वस्य अपि अभवत्. अन्यानि च नवसहस्राणि इति मिलित्वा अधिकरणानाम् अयुतं भवति. अस्तु अन्यानि इत्युक्ते द्रव्यत्वस्य अन्य नवसहस्राणि अधिकरणानि अपि सन्ति इति स्वीकुर्मः चेत् तत् अत्र आहत्य दशसहस्र अधिकरणानि द्रव्यत्वस्य, सहस्र अधिकरणानि केवलं पृथ्वीत्वस्य, अपि च दश किं शतम् अधिकरणानि घटत्वस्य इति अभवत्. अस्तु इति स्थितिः इति स्थितिः का इति अत्र दर्शितं. पुनः चित्रं पश्यामः चेत् घटत्वस्य शतम् अधिकरणानि तेषु शत अधिकरणेषु पृथ्वीत्वमपि वर्तते वयं जानीमः. अपि च इतोपि नवशत अधिकरणानि स्वीकृतानि यत्र पृथ्वीत्वम् अस्ति. वयं जानीमः यत्र पृथ्वीत्वं तत्र द्रव्यत्वम् अस्ति एव इति. अतः सहस्र अधिकरणानि द्रव्यत्वस्य, अपि च इतोपि नवसहस्र अधिकरणानि द्रव्यत्वस्य स्वीकृतानि आहत्य दशसहस्र अधिकरणानि द्रव्यत्वस्य अपि भवति. तथा भवति महोदय. तथैव अस्ति तथैव अस्ति. समीचीनं. तर्हि अग्रेसराम सभ्यसादि महोदय अग्रे पठति वा? महोदय तत्र द्रव्यत्वं तावत् घटत्वव्यापकस्य पृथिवीत्वस्यैव व्यभिचारी भवति चेत् सुतरां घटत्वस्य व्यभिचारी भवति. पृथिवीत्व अभाववति जले विद्यमानं द्रव्यत्वं, घटत्व अभाववति पटे सुतरां भवति. अतः व्यापकव्यभिचारी व्याप्यस्य अपि व्यभिचारीति नियमः सिद्ध्यति. अस्तु, तर्हि तत्र द्रव्यत्वं तावत् घटत्वव्यापकस्य पृथिवीत्वस्य एव व्यभिचारी भवेत् चेत् सुतरां घटत्वस्य व्यभिचारी भवेत्. अस्तु, तत्र तत्र चित्रे चित्रे अस्ति, चित्रे चित्रे अधोभागे अस्ति, चित्रे अस्ति खलु. आमाम्, इत्युक्ते पूर्वे किं दृष्टवन्तः इत्युक्ते घटत्वं यत्र अस्ति तत्र शतमेव अधिकरणानि, पृथिवीत्वम् अस्ति तदाधिक इत्युक्ते टैम्स् 9 इति अस्ति, नवशतानि सन्ति, मिलित्वा सहस्रं भविष्यति. यत्र पृथिवीत्वम् इति अस्ति, घटत्वं शतं, पृथिवीत्वं नवशतानि, मिलित्वम् एकसहस्रं. पुनः द्रव्यत्वं तत्र कति अधिकरणानि सन्ति इत्युक्ते नवसहस्राणि, परन्तु द्रव्यत्वं यत्र अस्ति तत्र पृथिवीत्वं घटत्वम् इति अस्ति कृत्वा दशसहस्रम् इति अभवत्. तर्हि कस्य क्षेत्रम् अधिकम् इत्युक्ते द्रव्यत्वं, तस्य क्षेत्रं सर्वम् अधिकं, तदनन्तरं पृथिवीत्वं, तदनन्तरं घटत्वम्, एतादृशक्रमेण भवति. तर्हि अत्र तथा एव अस्ति. तर्हि घटत्वम् अत्र चित्रे केवलं पठित्वा इदानीं पश्यामः चेत् चित्रे किमस्ति अधोभागे, चित्रे घटत्वं लिखितमस्ति. तर्हि घटत्वम् एवं पृथिवीत्वम् इति नामः चेत् तत्र कस्य स्थानम् अधिकम् इत्युक्ते पृथिवीत्वम् आकारः अत्र, यतोहि पृथिवीत्वम् इति व्यापकः घटत्वस्य. तर्हि तस्य घटत्वस्य एवं पृथिवीत्वस्य द्वयोः अभावः कुत्र अस्ति इत्युक्ते जल अधिकरणानि ये सन्ति, परन्तु ते सर्वे द्रव्यत्वे तु सन्ति एव. इत्युक्ते द्रव्यत्वस्य आकारः इति अधिकमस्ति, परन्तु घटत्वे जलाधिकरणानि अभावः अस्ति, एवं पृथिवीत्वे अपि जलाधि अधिकरणानि अभावमस्ति. एवं यदि पृथिवीत्वे जलाधिकरणानि अभावमस्ति तर्हि निश्चयेन घटत्वे स्यात् खलु. तदेव अस्ति. इदानीं वाक्य प्रथमचित्रद्वारा तत्र अधिकरणगणनादिकं कृत्वा द्वितीयं चित्रं लभ्यते इति अर्थः. गणनादिकं कृत्वा कस्य कुत्र अभावः, कः कस्य व्यापकः इत्यादिकं लभ्यते गणनाद्वारा. अधिकरणगणनाद्वारा कः कः कुत्र न वर्तते, कस्य अधिकरणानि अधिकानि इति कृत्वा व्याप्य व्यापकभावः लभ्यते इति कृत्वा द्वितीयं चित्रं प्रथमचित्रस्य चिन्तनेन द्वितीयं चित्रं लभ्यते इति एव ग्रन्थकर्तुः आशयः इति. वाक्यमिदानीं तत्र द्रव्यत्वं तावत् इत्युक्ते द्रव्यत्वं तुलना इदानीं कुर्मः चेत् घटत्वव्यापकस्य पृथिवीत्वस्य एव व्यभिचारी भवति चेत् सुतरां घटत्वस्य व्यभिचारी भवति. इत्युक्ते इत्युक्ते द्रव्यत्वं यत्र अस्ति तदीयत्रि अत्र पृथिवीत्वस्य अभावः. किञ्चिदिव समीचीनं यद् भवान् वदति तद् वदतु. तर्हि व्यभिचारी कथं वक्तुं शक्यते, द्रव्यत्वं पृथिवीत्वस्य व्यभिचारी, द्रव्यत्वं पृथिवीत्वस्य व्यभिचारी, द्रव्यत्वस्य पृथिवीत्वस्य व्यभिचारी इत्युक्ते इत्युक्ते कानि इत्युक्ते अधिकरणानि ये द्रव्यत्वे सन्ति तत्र सर्वम् अधिकरणे पृथिवीत्वे सन्ति इति नास्ति. सत्यं तद् ज्ञातं, तद् ज्ञानानन्तरं द्वितीयं चित्रं प्राप्तं खलु. पृथिवीत्वस्य अभावः द्रव्यत्वस्य अधिकरणे वर्तते इति लब्धः इति ज्ञानं जातम्. इदानीम् इतः पूर्वं द्रव्यत्वं प्रतिपित्वस्य व्यभिचारी इति कथं वक्तुं शक्यते? तदर्थं व्यभिचारः नाम किम् इति ज्ञानम् आवश्यकं खलु? व्यभिचारः नाम किं? तदभाववद्वृत्तित्वं खलु? तर्हि पृथिवीत्व अभाववद्वृत्तित्वं द्रव्यत्वे अस्ति वा न वा? तदभाववत् पृथिवीत्व अभाववति जलाद्यधिकरणेषु द्रव्यत्वम् अस्ति खलु? अस्ति अस्ति अस्ति. तर्हि द्रव्यत्वं पृथिवीत्वस्य व्यभिचारी इति लब्धं. सोपानेन गच्छामः. प्रथमं तावत् अधिकरणा गणना, तदनन्तरं द्वितीयचित्रस्य प्राप्तिः, तदनन्तरं व्यभिचारः इत्यस्य लक्षणं यदस्ति तत् लक्षणस्य अत्र सङ्घटनं समन्वयः, तदनन्तरं व्यभिचारी अस्ति इति ज्ञायते इति सोपानक्रमेण गन्तव्यम्. आमामाम् इत्युक्ते इत्युक्ते भवतः आशयः अस्ति तदभाववति वृत्तित्वम् इत्युक्ते तदभाववत् वृत्तित्वमेव व्यभिचारी पृथिवीत्व पृथिवीत्ववृत्तित्वं अभावः यत्र अस्ति तद् द्रव्यत्वमपि अस्ति इति भवति खलु? हा, पृथिवीत्वस्य वृत्तित्व नाम पृथिवीत्व यत्र न वर्तते तत्र द्रव्यत्वम् अस्ति. पृथिवीत्वस्य अभावः यत्र वर्तते अत्र तत्पदेन पृथिवीत्वं स्वीकुर्मः तत्पदेन. तर्हि तदभाववत् जलं तद् अभाववत् पृथिवीत्व अभाववत् जलं तस्मिन् जले द्रव्यत्वं वर्तते. तर्हि तदभाववत् वृत्तित्वं जलत्वे आगतं खलु? समीचीनं, सम्यक्. तद्भाववृत्ति द्रव्यत्वे आगतं खलु? तदभाववत् द्रव्यत्वे अस्ति. अतः द्रव्यत्वं व्यभिचारी, तदभाववत् वृत्तित्वमेव व्यभिचारित्वं खलु? तदा अस्तु. पुनः तत्र अन्तिमं वाक्यं किम् अस्ति? व्यापकव्यभिचारी व्याप्यस्य व्यभिचारी इति उक्तं खलु? सः एव न अत्र सरलरीत्या कदाचित् ग्रन्थकारः तत्र समीचीनरीत्या विषयं प्रतिपादयति. एतम् एव नियमं तत्र भिन्नरीत्या अपि नैयायिकाः वदन्ति. कदाचित् ग्रन्थेषु आगच्छति इति कृत्वा वदामि. नाम जाटिल्य तत्र जटिलता जटिलता तस्मै रोचते इति कृत्वा तेभ्यः रोचते. किं वदन्ति? यो यद्व्यापकव्यभिचारी सः तद्व्यभिचारी इति वदन्ति. यो यद्व्यापकव्यभिचारी सः तद्व्यभिचारी. कथं घटते अत्र पश्यामः. अत्र यो यद्व्यापकव्यभिचारी अत्र यत् पदेन द्रव्यत्वं स्वीकुर्मः द्रव्यत्वं यः यद्व्यापक यत्पदेन पुनः द्वितीययत्पदेन घटत्वं स्वीकुर्मः. घटत्वव्यापकं किम् अत्र? तर्हि यद् व्यापकं नाम पृथिवीत्वं यत्पदेन द्वितीययत्पदेन घटत्वं स्वीकुर्मः चेत् यद्व्यापकपदेन पृथिवीत्वं भवति खलु? यद्व्यापकव्यभिचारी द्रव्यत्वं घटत्वव्यापकपृथिवीत्वव्यभिचारी इति. यो यद्व्यापकव्यभिचारी सः तद्व्यभिचारी, सः घटत्वव्यभिचारी नाम द्रव्यत्व पृथिवीत्वव्यभिचारी अतः द्रव्यत्वं पृथिवीत्वव्यभिचारी अतः द्रव्यत्वं घटत्वव्यभिचारी. किमर्थं? यतोहि पृथिवीत्वं घटत्वस्य व्यापकं. तर्हि द्रव्यत्वं यः यद्व्यापक घटत्वव्यापक पृथिवीत्वव्यभिचारी द्रव्यत्वं घटत्वव्यापक पृथिवीत्वव्यभिचारी अतः द्रव्यत्वं घटत्वव्यभिचारी इति नियमः. यो यद्व्यापकव्यभिचारी सः तद्व्यभिचारी. जटिलः इव भाति परन्तु नास्ति, अति सरलः विषयः नास्ति एव. यो यद्व्यापकव्यभिचारी यो द्रव्यत्वं यद्व्यापक घटत्वव्यापकपृथिवीत्वं व्यभिचारी द्रव्यत्वं घटत्वव्यापकपृथिवीत्वव्यभिचारी अतः द्रव्यत्वं घटत्वव्यभिचारी नाम व्यापकव्यभिचारी अस्ति चेत् व्याप्यस्यापि व्यभिचारी भवति इति अर्थः भवेत्. खलु विषयः सरलः एव, जातिल्यं वस्तुतः किमपि कदाचित् ग्रन्थेषु एवं निरूप्यते इति कृत्वा एव उच्यते. अत्र व्यापकव्यभिचारी व्याप्यस्य व्यभिचारी इति नियमः सिद्ध्यति इति अत्र उक्तं, सरलरीत्या समीचीनरीत्या प्रतिपादितं, परन्तु ग्रन्थेषु किञ्चित् जटिलरीत्या उच्यते, यो यद्व्यापकव्यभिचारी सः तद्व्यभिचारी, अतः एव उक्तम्. अस्तु, तर्हि अत्र पर्वतो धूमवान् वह्नेः इत्यत्र कथं घटते, यो यद्व्यापकव्यभिचारी सः तद्व्यभिचारी, अत्र यत्पदेन किं स्वीकर्तव्यं? प्रथम यत्पदेन वह्निः, बह्निः प्रथमयत्पदेन, द्वितीययत्पदेन धूमः. तर्हि बह्निः धूमव्यापक आर्द्रेन्धनसंयोगव्यभिचारी, अतः धूमव्यभिचारी. बह्निः धूमव्यापक आर्द्रेन्धनसंयोगव्यभिचारी, अतः बह्निः धूमव्यभिचारी. पुनः बह्निः व्यापक आर्द्रेन्धनसंयोगव्यभिचारी, अतः बह्निः व्याप्य धूमव्यभिचारी. अत्र किञ्चित् घटत्वं स्थले धूमः, आर्द्रेन्धनस्थले पृथिवीत्वं, द्रव्यत्वस्थाने वह्निः, तावदेव किमपि नास्ति, अन्यत् किमपि नास्ति. एवम् अस्तु, विद्याशङ्करमहोदय अग्रे. तत् परिच्छेदः समाप्तः खलु? प्रकृतेपि अत्र प्रकृते अपि धूमव्यापकस्य आर्द्र इन्धनसंयोगस्य यदि वह्निः व्यभिचारी, सुतरां व्याप्यस्य धूमस्य अपि व्यभिचारी इति वह्निः धूम अभाववत् वृत्तित्ववान् इति ज्ञायते. अयं साधारणनिश्चयः वह्निः धूमव्याप्यः इति परामर्शे व्याप्ति अंशे प्रतिबन्धको भवति. हेतुवाभासीयनवपदार्थनिरूपणात् प्राक् व्याप्यत्व असिद्धिस्थले चित्राणि कीदृशानि इति पश्यामः. अतः यथा महोदय उक्तवान् इदानीं यत् पूर्वस्मिन् परिच्छेदे यत् तद्व्यापक यो यद्व्यापकव्यभिचारी सः तद्व्यभिचारी, तस्य वाक्यस्य पुनः अत्र पूर्वं घटत्वं पृथ्वीत्वम् इत्यादि आसीत्. अत्र प्रकृते उदाहरणे कथं धूमः इति प्रथमः व्याप्यः खलु, धूमव्यापकः आर्द्र इन्धनसंयोगः, तस्य तं प्रति वह्निः व्यभिचारी इत्युक्ते यत्र आर्द्र इन्धनसंयोगं विनापि वह्निः भवति इति वह्निः व्यभिचारी, सुतरां तस्मात् व्याप्यस्य धूमस्य अपि व्यभिचारी इत्युक्ते यत्र धूमो नास्ति तत्रापि वह्निः भवितुम् अर्हति इति. वह्निः धूम अभाववत् वृत्तित्ववान्, यत्र यस्मिन् अधिकरणे धूमः नास्ति धूम अभावाधिकरणेषु अपि वह्नेः वृत्तित्वं भवति इति ज्ञायते. वह्निः धूम अभाववत् वृत्तित्ववान् इति ज्ञायते. अयं साधारण इति एतद् वाक्यं तु साधारणदोषस्य एव उल्लेखः, साध्य अभाववत् वृत्तित्वम् इति. अनेन साधारणनिश्चयः अनेन वह्निः धूमव्याप्यः इति परामर्शे, अत्र वह्निः धूमव्याप्यः इति ब्रह्मात्मकम् इति परामर्शे व्याप्ति अंशे प्रतिबन्धको भवति. वह्निः धूमव्याप्यः वह्निः व्यापकः अस्ति खलु, वह्निः धूमव्याप्यः इति ब्रह्मात्मकं परामर्शे प्रति व्याप्ति अंशे प्रति वह्निः धूम अभाववत् वृत्तित्ववान् इति ज्ञानं प्रतिबन्धको भवति खलु इति. अत्र हेतु आभासीय नवपदार्थ इति किं महोदय स्मरामि, न न तत्र सोपानानि सन्ति खलु नवपदार्थ इदानीं नवपदार्थानां चिन्तनं न भवति, परन्तु यदि गणनायां कृतायां नवपदार्थाः लभ्यन्ते तस्मात् प्राक् हेतु आभासीयनिष्ठ हेतु आभासीयविषये यत् नवपदार्थाः आसन् तेषां निरूपणात् प्राक् व्याप्यत्व असिद्धिः इति प्रकृतदोषः अस्मिन् स्थले चित्राणि कथं भवन्ति इति अग्रे प्रदर्शितानि सन्ति. समीचीनमस्ति. अस्तु तर्हि किं कुर्मः, सावित्री भगिनी तत्र पठति वा 278 अपि च 279 मध्ये प्रथमपरिच्छेदमपि पठतु. अस्तु महोदय. चित्रे दर्शितरीत्या आर्द्रेन्धनसंयोगाभाववद् वृत्तित्वं यथा वह्नौ ज्ञायते तथा तदधिकरणे धूमो नास्ति इति अपि ज्ञायते. अग्रे पठित्वा वदामि वा. मास्तु धूमः किं तेन उच्यते, वह्निश्च प्रकृतानुमाने हेतुः तदधिकरणे साध्यस्य. धूमस्य अभावः ज्ञातश्चेत् तुल्यवित्तिवेद्यतया धूमाभावाधिकरणे वह्निवृत्तित्वमपि ज्ञातमिति साध्याभावाधिकरणवृत्करण अवृत्तित्वरूपासाधारणत्वम् साध्याभावाधिकरणवृत्तित्वरूपसाधारणत्वं वह्नौ ज्ञातमेव. चित्रे दर्शितरीत्या आर्द्रेन्धनसंयोगाभाववद् वृत्तित्वं यथा वह्नौ ज्ञायते तथा तदधिकरणे धूमो नास्ति इति अपि ज्ञायते. इदानीमेव दृष्टवन्तः पूर्वस्मिन् उदाहरणे यथा आभ्रेन्द्रसंयोगाभाववद् वृत्तित्वं यथा वह्नौ ज्ञायते तथा वह्नौ ज्ञायते तथा तदधिकरणे धूमो नास्ति इति अपि इदानीमेव पूर्वस्मिन् चित्रे दृष्टवन्तः यत्र क्षम्यतां भगिनि, किमपि उक्तं वा? क्षम्यतां भगिनि, क्षम्यताम्. अस्तु महोदय अवगच्छामि, परन्तु पूर्वस्मिन् उदाहरणे दृष्टवन्तः यत्र द्रव्यत्ववृत्तित्वे इत्युक्ते जलाधिकरणे घटत्वं पृथिवीत्वं नास्ति चेत् घटत्वं नास्ति इति वयं निश्चयेन वक्तुं शक्नुमः. तथैव अत्रापि आर्द्रेन्द्रसंयोगाभाववत् वृत्तित्वं वह्नौ अस्ति इति ज्ञायते चेत् तथैव धूमोऽपि नास्ति इति ज्ञायते. किमर्थं चेत् धूमः वह्नेः यतोहि बह्निः आर्द्रेन्धनसंयोगव्यभिचारी अतः बह्निः धूमव्यभिचारी इति अर्थः. व्यापकव्यभिचारी अस्ति चेत् व्याप्यस्य व्यभिचारी तदेव व्याप्यस्य व्यभिचारी निश्चयेन भवति. तद् अधिकरणे अतः भगिनी अत्र तद् अधिकरणे अत्र तत्पदस्य कः अर्थः? तद् अधिकरणे इत्युक्ते वह्नेः अधिकरणे वह्नि अधिकरणे अग्रे किं मास्तु धूम किं तेन इत्युक्ते मास्तु धूमः किं तेन उच्यते नाम अत्र वदति धूमः नास्ति भोः बह्निः अधिकरणे इति कोऽपि उक्तवान्. इदानीं प्रतिपक्षी पृच्छति तेन किं भोः, मास्तु धूमः तेन किं लभ्यते? तर्हि अत्र प्रश्नस्य आशयः कः? किमर्थम् एतादृशः प्रश्नः इति जिज्ञासा स्यात् खलु? किमर्थं प्रश्नः? कोऽपि वक्तुमिच्छति वा किमर्थं प्रश्नः? अत्र भाति किमर्थम् ट्रिवियल् इति किं वदति तुच्छ इति भाति, किमर्थम् एतादृशः अलिकः एतादृशः प्रश्नः किमर्थम्? तत्र व्यभिचारि इति वदतु महोदय, व्यभिचारि अत्र साध्यस्य साध्य अपि च साधना मध्ये व्याप्य व्यापकभावः अस्ति वा इति. समीचीनं समीचीनं, परन्तु इदानीं प्रश्नस्य कः आशयः इति चेत्, भोः भवान् वदति वह्नेः अधिकरणे धूमः नास्ति इति वदति खलु? वह्नेः अधिकरणे धूमो नास्ति इति ज्ञानं जातं, तेन वाद्येन व्याप्य व्यापकभावस्य विघटनं न भवति भोः इति वदति. ओ अवगतं महोदय, अस्तु. किमर्थम् इति अत्र न न न भवानेव वदतु महोदय, किञ्चित् एव. किमर्थम् इति चेत् इदानीं वदतु, व्यभिचारस्य नाम व्याप्तिः नास्ति, व्यभिचारी अस्ति. व्याप्तेः लक्षणं किम् आसीत्? व्याप्तेः तर्हि साध्याभाव अस्ति घटकपदं खलु? अभावः कीदृशः अभावः लक्षणघटकः? साध्याभावः लक्षणघटकः खलु? साध्याभाववद् अवृत्तित्वम् इति व्याप्तेः यत् लक्षणं, तस्मिन् लक्षणे घटकीभूत अभावः कीदृशः? साध्याभावः, साध्यस्य अभावः खलु? तर्हि इदानीं साध्यस्य अभावः ज्ञातो वा? अत्र किं ज्ञातं? हेतु अधिकरणे साध्यस्य अवृत्तित्वं ज्ञातम् अत्र, सत्यं ज्ञायते वा? नाम इदानीं तत्र वाक्यं किमस्ति? दर्शितरीत्या आर्द्रेन्दनसंयोग अभाववृत्तित्वं यथा बह्नो ज्ञायते तथा तदधिकरणे किं ज्ञातं? हेतु अधिकरणे साध्यं नास्ति इति ज्ञातं, हेतु अधिकरण अवृत्तित्वम् इति ज्ञातं खलु? हेतु अधिकरण अवृत्तित्वं धूमे अस्ति इति ज्ञातं खलु? सत्यम्. अत्र हेतुः कः? पर्वतो धूमवान् बह्निः इति हेतुः कः? बह्निः, वह्निः. तर्हि बह्निः अधिकरणं तप्त अयपिण्ड पिण्डः खलु? सत्यं. तर्हि हेतु अधिकरण तप्त अयपिण्डे हेतु अधिकरणे साध्यस्य धूमस्य अवृत्तित्वं ज्ञातं, यतोहि बह्निः अधिकरणं यत् यः तप्तायः पिण्डः तत्र धूम नास्ति इति ज्ञानं जातं खलु एतावत्पर्यन्तम्? तर्हि तस्य ज्ञानस्य स्वरूपं कीदृशम् इति चेत्, हेतु अधिकरण अवृत्ति धूमः इति, हेतु अधिकरण अवृत्ति धूमः, परन्तु अस्माकं व्याप्तेः लक्षणं हेतु अधिकरण घटितं नास्ति. पूर्वपक्षव्याप्तेः लक्षणं, पूर्वपक्षव्याप्तेः लक्षणं किम् अस्ति? साध्याधिकरणवृत्तित्व अभावः खलु? अतः एव प्रश्नं पृच्छति, भोः हेतु अधिकरणे नास्ति इति अनेन को लाभः? साध्याधिकरणे वृत्तित्व अभावः अथवा वृत्तित्वम् एवं वक्तव्यं खलु इति पृच्छति. तर्हि अग्रे पठतु, किं वदति समाधानम्? वह्निश्च प्रकृतानुमाने हेतुः, सत्यं, तदधिकरणे साध्यस्य धूमस्य अभावः ज्ञातश्चेत् तुल्यवित्तिवेद्यतया धूमाभावाधिकरणे वह्निवृत्तित्वमपि ज्ञातम् इति. तदेव किञ्चित् भ्रमः अथवा नाम भोः भवान् पृच्छति, परन्तु सूक्ष्मं चिन्तनं करोतु इति वदति सिद्धान्त. नाम हेतु अधिकरणे साध्यस्य अभावः ज्ञातं चेत् तेनैव ज्ञानेन साध्या अभाव अधिकरणे हेतोः वृत्तित्वमपि ज्ञातं खलु इति वदति. नाम दशरथः रामस्य पिता इति ज्ञाते, किं रामः दशरथस्य पुत्रः इति न ज्ञायते वा? तदेव इदानीं तेनैव ज्ञानेन पुत्रत्वमपि ज्ञायते. येन ज्ञानेन पितृत्वं ज्ञायते तेनैव ज्ञानेन पुत्रत्वमपि ज्ञायते इति वदति. तदेव नाम अत्र साध्याभाववत् इत्युक्ते हेत्वाभाव एव खलु? न न न न न अत्र अत्र नाम ज्ञानं किमस्ति? हेतु अधिकरण अधिकरणे हेतु अधिकरणे साध्यं नास्ति इति ज्ञानम् अस्ति. हेतु अधिकरणे साध्यं नास्ति, हेतु अधिकरणे साध्यस्य अभावः इति अस्ति ज्ञानम्. हेतु अधिकरणे बन्नि अधिकरणे सप्त अयपिण्डे साध्यं धूमः नास्ति इति ज्ञानं जातम्. तदेव ज्ञानेन किं ज्ञायते? साध्यस्य अधिकरणे साध्यस्य अभावः यत्र वर्तते तत्र हेतु विद्यते इति ज्ञानं न भवति वा? नाम तप्त अयपिण्डे बन्नि अस्ति धूमः नास्ति इति ज्ञानं जातम्. नाम बन्नि अधिकरण तप्त अयपिण्डे धूम अभावः वर्तते इति ज्ञानं जातं खलु? तर्हि अस्मिन् ज्ञाने के विषयाः इति चिन्तयन्तु. अस्मिन् ज्ञाने के विषयाः? अस्मिन् ज्ञाने नाम बन्हि अधिकरणं सप्त अयपिण्डः तत्र धूमस्य अभावः, तर्हि धूमो अभावोऽपि तस्य ज्ञानस्य विषयः खलु? अपि च तस्य अभावस्य तप्त अयपण्ड पिण्डवृत्तित्वमपि विषयः खलु? अपि च तस्य बन्हि तत्र बन्हि निरूपितवृत्तित् नाम बन्हि तत्र तन्निरूपित बन्हि तन् सप्त अयपिण्ड अधिकरणनिरूपितवृत्तित्वं बन्हो अस्ति इत्यपि सः अपि सोपि विषयः खलु? नाम तप्त अयपिण्डनिष्ठ अधिकरणतानिरूपित आधेयता बन्हो वर्तते इति बन्हो आधेयता अस्ति इत्यपि ज्ञानं तस्मिन् ज्ञाने भासते इत्यपि भासते खलु? यतोहि बन्हि अधिकरणम् इत्युक्ते किं? बन्हो आधेयता अस्ति, अधिकरणे अधिकरणता अस्ति, द्वयोः निरूप्यनिरूपकभावः अस्ति इति सर्वम् अपि तस्मिन् ज्ञाने अन्तर्भवति खलु? अस्तु, तर्हि एतादृशाः अंशाः तस्मिन् ज्ञाने विषयी भवन्ति चेत् तत्र किं किं ज्ञानं जातं? धूमस्य अभावः अस्ति सप्त अयपिण्डे. अस्तु, तर्हि धूमस्य अभावः अस्ति सप्त अयपिण्डे, अपि च तस्मिन्नेव अयपिण्डे बन्हि अपि अस्ति इति एते सर्वेपि विषयाः तस्मिन् ज्ञाने एव अन्तर्भूताः खलु? अस्तु, तर्हि तस्मिन् ज्ञाने धूम अभाव अधिकरणे बन्हेः वृत्तित्वम् अस्ति इति भासते वा न वा तस्मिन् ज्ञाने? आं भासते महोदय. यतोहि सर्वेपि विषयाः तस्मिन्नेव ज्ञाने सन्ति. अतः येन ज्ञानेन साधनाधिकरणवृत्तित्व अभावः लब्धः तेनैव ज्ञानेन साधन अधिकरणनिरूपित साध्यवृत्तित्व अभावः येन ज्ञानेन लब्धः तस्मिन्नेव ज्ञाने साध्याभाव अधिकरणनिरूपित वृत्तित्वमपि भासते इति अर्थः. अस्तु, किं कुर्मः? एवं कुर्मः. अस्य पुनः एकवारं कः वक्तुम् इच्छति? कोऽपि स्वशब्दैः वक्तुम् इच्छति वा? प्रथमं प्रश्नः किमर्थं समाधानं किम् इति. प्रथमं किमर्थं प्रश्नः पृच्छति इति स्पष्टमस्ति वा न वा? अस्तु, अहं प्रयत्नं करोमि महोदय. धूमः किं तेन, धूमः नास्ति इति ज्ञानं जातं चेत् किं तेन इति पृच्छति. धूमः तु साध्यः, धूमः साध्यः वा? हेतुः वह्निः हेतुः, परन्तु धूमः नास्ति इति वदनेन अत्र किं बोध्यते इति. वह्निश्च प्रकृतानुमाने हेतुः, वह्निः हेतुः साध्याभावा. सो मास्तु, धूमः नास्ति नाम व्यभिचारस्य लक्षणं वदतु भगिनि. व्यभिचारस्य लक्षणं किम् अस्ति? व्यभिचारी इत्युक्ते तदभाववत् वृत्तित्वम्. अत्र अत्र साध्यघटितं वदतु. साध्याभावादिकरणवृत्तित्वम् इति ज्ञानम् इति ज्ञानम् आवश्यकं. परन्तु परन्तु एतावत्पर्यन्तं किं ज्ञानं जातं? साध्याभावादिकरणनिरूपितवृत्तित्वम् इति न ज्ञातं. वह्नि अधिकरणनिरूपितवृत्तित्व अभावः धूमे इति ज्ञातम्. आम् आम्, नाम साधनाधिकरणनिरूपितवृत्तित्व अभावः धूमे इति ज्ञातम्. खलु? आं महोदय. नाम इदानीमपि मम तत्र विश्वासः नास्ति स्पष्टमस्ति वा न वा इति. किञ्चित् समयः अपेक्षितः महोदय, पूर्वस्मिन् वर्गे न आसम्, इदानीं किञ्चित् किञ्चित् चिन्ता नास्ति, किञ्चित् वस्तुतः एवं चित्रे दर्शितरीत्या आर्द्रेन्धनसंयोग अभाववत् वृत्तित्वं यथा बह्नो ज्ञायते तथा तदधिकरणे बह्नि अधिकरणे धूमो नास्ति इति ज्ञानं ज्ञायते. नाम ज्ञानं किं जातम् इति चेत् साधन बनि अधिकरणे साध्यं नास्ति इति ज्ञानं जातम्. साक्षात् एतावत् परिशीलनेन बनि अधिकरणे धूम, यतोहि यो यद्व्यापकव्यभिचारी सः तद्व्यभिचारी, नाम बनि अधिकरणे धूम नास्ति इति ज्ञातं. बनि अधिकरणे धूमः नास्ति इति ज्ञातम् एतावत्पर्यन्तम्. साधनाधिकरणे साध्यः नास्ति इति ज्ञातम्. हा, साधनाधिकरणे साध्यः नास्ति. अस्माभिः ज्ञातव्यं किं? साध्याभावाधिकरणे वृत्तित्वम् अस्ति वा इति ज्ञानम् आवश्यकम्. नाम अस्मिन् ज्ञाने एव तदपि अन्तर्गतः, तदपि अन्तर्भूतः भोः इति वदति सिद्धान्तः. अस्मिन्नेव ज्ञाने धूमाधिकरणे धूमाधिकरणे वह्निवृत्तित्वं धूमाधिकरणे वह्निवृत्तित्वम् अपि ज्ञातम्. अपि ज्ञातं धूमाभावाधिकरणे वह्निवृत्तित्वम् इति ज्ञातं. नाम धूमापि अनेनैव ज्ञानेन ज्ञातं. आमामामां, खलु? धूमाभावाधिकरणे वह्निरपि ज्ञातम्. आं सत्यं महोदय, इदानीम् अवगतं. वह्निवृत्तित्वं किञ्चिदिव नाम नैयायिकानां एवं शैली वर्तते इति. नाम किं वदामः, तत् नाम सूक्ष्मविषयाणां छिद्रान्वेषणं कुर्वन्ति इति न वक्तव्यं, सूक्ष्मं सूक्ष्माति सूक्ष्मं चिन्तनं कुर्वन्ति इति वक्तव्यम् इति अस्ति. अस्तु, किम् अग्रे सरामः वा? कोऽपि अत्र प्रश्नः सन्देहः? महोदय, अत्र चित्रं लिखामः चेत् साहाय्यं भवति महोदय. सप्तपिण्डः अस्ति, तस्मिन् वह्निः अस्ति, अपि च धूमाभावः अस्ति. अतः साध्याभाव इत्युक्ते धूमाभाव अधिकरणवृत्तित्वं भवति इति चित्रं लिखामः चेत् सुलभं भवति महोदय. सत्यं सत्यं, खलु भगिनि, तत्र चित्रमपि अस्ति, परन्तु कलरिङ्ग् रीकलरिङ्ग् कर्तव्यं तावदेव. नाम किं किं वक्तुम् इच्छति इति चेत्, दक्षिणभागतः वामभागपर्यन्तं न पठामः, वामभागतः दक्षिणभागपर्यन्तं पठामः, तदेव तस्य अर्थः अस्ति. सत्यं महोदय, शून्यभित्तिवेद्यमेव तदेव अर्थः. तावदेव अस्ति, अन्यत् किमपि नास्ति खलु. क्षम्यतां महोदय, तुल्यवृत्तित्वम् इत्युक्ते तुल्यवित्तिवेद्यतया एकवारं वदति वा? क्षम्यतां, तुल्य नाम समान, तेनैव वित्ति नाम ज्ञानं, तेनैव ज्ञानेन ज्ञायते इति अर्थः. अस्तु अस्तु खलु, केवलं किञ्चित् तेनैव सत्यम् एवमस्ति. तर्हि वामभागतः दक्षिणभागपर्यन्तं पठामः चेत् व्यभिचरितत्वं लभ्यते, दक्षिणभागतः वामभागपर्यन्तं पठामः चेत् साधनाधिकरणे साध्यं नास्ति इति ज्ञायते. तदेव तत्र विपर्यस्तरूपेण भिन्नरूपेण विपरीतदिशा पठ्यते चेत् तुल्यवित्तिविद्यतया तत्र व्यविचरितत्वं लभ्यते. एतादृशं चिन्तनं किमर्थं क्रियते इति चेत्, येन अस्माकं बुद्धिवैसद्यं सम्पद्येत, एवं येन इदानीं चिन्तयामः, एतादृशं सूक्ष्मं चिन्तनं कुर्मः चेत् किं भवति, अन्यत्रापि अस्माकं सूक्ष्मं चिन्तनं जायते वस्तुतः. न्यायशास्त्रस्य चिन्तनेन किं भवति, अस्माकं मनः सूक्ष्मचिन्तनपरं भवति वस्तुतः. तेन न केवलं न्यायशास्त्रे एव तस्य प्रयोगः, अन्यत्र व्यवहारे, अन्यत्र पठने पाठने वा तत्र सूक्ष्मता लभ्यते अस्माभिः. एवं तदेव किम् उच्यते, तत्र तर्कश्रमस्य तनुते किमो कमिहोपकारम् इति पूर्णं श्लोकं स्मरामि किमासीत् नाम, अतीवसुन्दरः श्लोकः वर्तते, स्मरामि, तर्कश्रमः न तनुते कमयोहोपकारम् इति अस्ति, भवति नाम कदाचित्. अपि च प्रदीपः सर्वविद्यानाम् इति उच्यते खलु, काणादं पाणिनीयं च सर्वशास्त्रोपकारकं खलु इति श्रुतं वा न वा पूर्वं? श्लोकः अस्ति, मोहं ऋणद्धि विमलीकुरुते च बुद्धिं, सूते च संस्कृतपदव्यवहारशुद्धिं, शास्त्रान्तराभ्यसनयोग्यतया युनक्ति, तर्कश्रमः न कुरुते कमिहोपकारम्. तर्कश्रमः न्यायशास्त्रे श्रमः कम् उपकारं न करोति इति, सर्वत्र उपकारं करोति इति वदति. तर्हि केवलं न्यायशास्त्रमेव, आमामां, बहु किमपि ज्ञातम् अन्यत्र सर्वत्र तस्य प्रभावः अस्ति एव अस्माकं मनः सूक्ष्मम्. इदानीम् अस्माकम् आधुनिकरीत्या वस्तुतः तादृशपदस्य प्रयोगः न कर्तव्यः, यतोहि अत्र आधुनिक यदि पाश्चात्यानां चिन्तने अपि बहुत्र आधुनिक इति पदस्य प्रयोगः क्रियते. तर्हि किं भवन्तः तत्र स्मरन्ति वा आधुनिक इति पदस्य कः अर्थः? आधुनिक वदन्ति, तत्र पिज्जा खादन्ति चेत् आधुनिकः भवति, पिज्जा समीचीनमेव अस्ति, परन्तु एवम् उदाहरणरूपेण एव वदामि अहं, नाम आधुनिक इति पदस्य सम्यक् अर्थः न ज्ञायते. पाश्चात्यानामपि तत्र कश्चन गहनः अर्थः वर्तते, आधुनिक मोडर्निज़म् नाम किमिति तत्र बहु चिन्तनं वर्तते. नाम तत्र किञ्चित् आङ्ग्लभाषया किञ्चिदिव वदामि, तत्र मोडर्निज़म् तत्र मूव्मेण्ट् यदस्ति तत्र वस्तुतः अंशद्वयं वर्तते, घटकद्वयं. प्रथमं भवति तत्र तत्त्वचिन्तने चिन्तनं भिन्नं भवति, नाम ओन्टोलोजिकल् शिफ्ट् इति वदन्ति, तत्त्वचिन्तनम् ओन्टोलोजिकल् शिफ्ट्. अपि च प्रमाणचिन्तनम् एपिस्टमोलोजिकल् शिफ्ट्. तत्र पाश्चात्यदर्शने इति शिफ्ट् द्वयम् इति परिवर्तनद्वयं जातं चिन्तने, चिन्तनपद् पद्धति तत्र नाम तत्र पद्धत्यां पद्धतौ चिन्त शिफ्ट् द्वयं परिवर्तनद्वयं जातम् ओन्टोलाजिकल् शिफ्ट् एपिस्टेमोलाजिकल् शिफ्ट् यदा शिफ्ट् द्वयं भवति तदा एव मोडर्निज़म् भवति न तु तत्र छिन्न जीन्स् धारणेन अथवा पिज्जा खादनेन मोडर्निज़म् न आयाति तस्य भिन्नः अर्थः तस्य कश्चन भिन्नः अर्थः भवति भवतु नाम तत्र इदानीं तत्र तत्र चिन्तनं किम् आसीत् इति अहं विस्मृतवान् समीचीनमासीत् महोदय धन्यवादः न किमपि वक्तुम् इच्छा आसीत् मम तत्र तत्र अंशद्वयम् अपेक्षितं तत्र मोडर्न् आधुनिकम् इति यदि वदामः न न परन्तु तस्य प्रसङ्गः आसीत् कश्चन तदेव प्राचीनानां मतं किम् अपि च नव्यानां मतम् आधुनिकानां भवतु नाम इदानीं कदाचित् मनसि कश्चन तत्र प्रसङ्गः आसीत् विस्मृतवान् भवतु नाम अस्तु परन्तु तदस्ति भवन्तः कदाचित् इति तत्र भवति चेत् तादृशी इच्छा जागर्ति चेत् तत् पश्यन्तु मोडर्निज़म् कश्चन भिन्नः तत्र समीचीनरीत्या पाश्चात्यैः अपि चिन्तनं कृतं वर्तते एपिस्टेमोलोजिकल् शिफ्ट् अपि च तत्र आन्थोलोजिकल् शिफ्ट् आन्थोलोजिकल् शिफ्ट् इति तत्र आङ्ग्लभाषायां वदामः चेत् आन्थोलोजिकल् शिफ्ट् तत् तावत्पर्यन्तं केवलम् ईश्वरस्य चिन्तनं भवति स्म मोडर्निज़म् तत्र आधुनिककाले किं जातम् इति चेत् मनुष्याणां चिन्तनं जगतः चिन्तनं थिङ्किङ्ग् आफ् नेचर् इति शिफ्ट् जातं तत्र आन्थोलोजिकल् शिफ्ट् अपि च तेषां चिन्तने एपिस्टेमोलोजिकल् शिफ्ट् नाम प्रमाणशास्त्रीयं तावत्पर्यन्तं केवलं शास्त्रमेव प्रमाणं तेषां चिन्तनं पाश्चात्यानां चिन्तनं शास्त्रमेव चिन्तनं तत्र किं जातम् इति चेत् रीजनिङ्ग् आगतं तत्र रीजनिङ्ग् तर्कः रेशनालिटि न केवलं शास्त्रं प्रमा अपि तु रीजनिङ्ग् आवश्यकम् इति एपिस्टेमोलोजिकल् शिफ्ट् इति जातं ततः एव मोडर्निस्ट् थिङ्किङ्ग् भवति इति भवतु नाम किञ्चित् विषयान्तरं भवतु नाम प्रमाणचिन्तनम् इत्युक्ते महोदय हौ डु यु गेट् नालेज् दट् इस् एपिस्टेमोलोजिकल् एपिस्टेमोलोजि इत्युक्ते नाम एपिस्टेमोलोजि भवति चेत् तत्र भागद्वयं भवति भागद्वयं प्रथमं तावत् ज्ञानं नाम किम् एपिस्टेमोलोजि नाम थियोरि आफ् नालेज् तत्र घटकद्वयं भवति प्रथमं ज्ञानं नाम किं नाम प्रथमं प्रमा नाम किम् अस्माभिः तदेव बहुवारं पठ्यते खलु प्रमा नाम किं नाम यथार्थज्ञानं नाम किं यथार्थज्ञानं नाम किं वस्तुतः पाश्चात्यानां मते नालेज् नालेज् यत् यत् पदं वर्तते तस्य अर्थः यथार्थज्ञानमेव भवति अस्माकं नैयायिकानां चिन्तने तु ज्ञानं सामान्यपदं यथार्थज्ञानम् एकम् अयथार्थज्ञानम् एकं परन्तु नालेज् इति यत् पदं वर्तते तस्य अर्थः पाश्चात्यरीत्या केवलं यथार्थज्ञानम् इति चिन्तनम् अयथार्थज्ञानस्य विषये बहु किमपि न चिन्तयन्ति ते तर्हि ख्यातिवादः पाश्चात्यानां ख्यातिवादस्य विषये बहु चिन्तनं नास्ति परन्तु भारतीयदर्शनशास्त्रे ख्यातिवाद बहु चिन्तनं कृतं तत्र नाम अयथार्थज्ञानं किं तत्र अनिर्वचनीयख्याति अख्याति अन्यथा ख्याति आत्मख्याति बहु किमपि वर्तते थियोरि आफ् एरर् इति ख्यातिवादः थियोरि आफ् एरर् इति वर्तते भवतु नाम तदेव भवान् किं पठितवान् महोदय सर्वं जानाति इति भासते किं पठितवान् द्रष्टुं शक्नोमि वा किमपि न न भगिनि किमपि न जानामि परिस्थिति यादृशी भवतां परिस्थिति अहमपि आजीवनं तत्र सैन्स् एव पठितवान् तावदेव अन्यत् किमपि नास्ति थियरि आफ् नालेज् एतत् सर्वम् अति सुन्दरम् अस्ति किञ्चित् पठितवती परन्तु भवान् तु बहु किमपि जानाति महोदय धन्यवादः तथा नास्ति भगिनि तत्र अस्माकं शास्त्रं शास्त्राणि बहूनि सन्ति, गभीरं चिन्तनम् अस्माभिः न किमपि पठितम्, अस्माभिः न्यायशास्त्रे अपि न किमपि पठितं, तत्र बहु बहु प्रामाण्यवादः, हेत्वाभाससामान्यनिरुक्तिः, अवच्छेदकत्ववादः इति तत्र तत्त्वचिन्तामणिग्रन्थस्य अध्ययनं यावत्पर्यन्तं न क्रियते तावत्पर्यन्तं न्यायशास्त्रशास्त्रं न पठितमेव वस्तुतः. एतत् न किमपि पठितम् एवमस्ति. अस्तु तर्हि इदानीं समयोपि जातः एवम्. अस्तु भवतु नाम तर्हि अत्र कोऽपि सन्देहः अस्ति वा? इदानीं पूर्वं यदुक्तं तत्र आर्द्रेन्द्रसंयोगसमव्याप्तिः इत्यत्र कोऽपि प्रश्नः अस्ति वा अथवा स्पष्टमस्ति वा इदानीम्? तत्र सम्यक् अस्ति महोदय. अस्तु अन्यथा तत् विसरी कुर्मः. सदस्ति महोदय. अस्तु अस्तु भवतु तर्हि नाम इदानीं निमेषद्वयम् अस्ति, परन्तु तत्र निमेषद्वयं न पर्याप्तम् अग्रे गमनार्थम्, अतः भवतु नाम अत्रैव विरमामः. प्रश्नाः सन्ति चेत् पश्यामः. अस्तु भवतु नाम समीचीनं जातम्, अनेन विरमामः. धन्यवादः महोदय. धन्यवादः. धन्यवादः महोदय. धन्यवादः. नमस्कारः.